पञ्चमीवल्ली पुरमेकादशद्वारम् अजस्यावक्रचेतसः अनुष्ठाय न शोचते विमुक्तश्च विमुच्यते एतद्वै तत् पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थ इम् आरम्भः दुर्विज्ञेयत्वद्ब्रह्मणः पुरं पुरमिव पुरं द्वार द्वारपाल अधिष्ठात्रादि अनेकपुरोपकरणसम्पत्तिदर्शन शरीरं पुरं पुरं च सोपकरणं स्वात्मन असम्मतस्वतन्त्रस्वाम्यर्थं दृष्टं तथा इदं पुरसामान्या तु अनेक उपकरणसम्मतं शरीरं स्वात्मन असम्मत राजस्थानीयस्वाम्यर्थं भवितुमर्हति तच्च इदं शरीराख्यं पुरम् एकादशद्वारम् एकादशद्वाराणि अस्य सप्तशीर्षण्यानि नाभ्यासः अर्वाञ्चि त्रीणि शिरसि एकं तैः एकादशद्वारं पुरं कस्य अजस्य जन्मादिविक्रियारहितस्य आत्मनः राजस्थानीयस्य पुरधर्मविलक्षणस्य अवक्रचेतसः अवक्रम् अकुटिलम् आदित्यप्रकाश तु नित्यमेव अवस्थितम् एकरूपं चेतः विज्ञानमस्य इति अवक्रचेतः तस्य अवक्रचेतसः राजस्थानीयस्य ब्रह्मणः यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा ध्यानं हि तस्य अनुष्ठानं सम्यक् विज्ञानपूर्वकं तं सर्वैषिणा विनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा न शोचति तद्विज्ञानादव्यप्राप्तेः शोकावसर अभावात् कुतो भयेक्ष इहैव अविद्याकृतकामकर्मबन्धनैः विमुक्तो भवति विमुक्तश्च सन् विमुच्यते पुनः शरीरं न गृह्णाति इत्यर्थः अगं सश्वचियद्वसुरन्तरिक्षसन्धोता वेदिषदतिर्द्रोणसतं नृषद्वरसदृतसद्व्योमसद्व्यागोचारुसजाद्रिजार्थं बृहतं स तु नैकपुरवर्ती इव आत्मा किं तर्हि सर्वपुरवर्ती कथं हंसः हन्ति गच्छतीति शुचिषत् शुचौ दिवि आदित्यात्मना सीदतीति वसुः वासयति सर्वानिति वायुवात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत् होत अग्निः अग्निर्वै होता इति श्रुते वेद्यां पृथिव्यां सीदतीति वेदिषत् इयं वेदिः परवन्तः पृथिव्याः इति मन्त्रवर्णः अतिथिः सोमः सन् द्रोणे कलशे सीदतीति द्रोणसत् ब्राह्मण अतिथिरूपेण वा द्रोणेषु गृहेषु सीदतीति द्रोणसत् नृषत् नृषु मनुष्येषु सीदतीति नृषत् वरसत् वरेषु देवेषु सीदतीति वरसत् ऋतसत् ऋतं सत्यं यज्ञोवर् तस्मिन् सीदतीति ऋतसत् व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत् अब्जाः अप्सु शङ्खशुक्तिमकरादिरूपेण जायते इति अब्जः गोजः गवि पृथिव्यां व्रीहि यवादिरूपेण जायते इति गोजः ऋतजः यज्ञाङ्गरूपेण जायते इति ऋतजः अद्रिजः पर्वतेभ्यो नद्यादिरूपेण जायते इति अद्रिजः सर्वात्मापि सन् ऋतम् अवितस्वभाव एव बृहत् महान् सर्वकारणत्वात् यदापि आदित्येव मन्त्रेण उच्यते तदापि आत्मस्वरूपत्वम् आदित्यस्य अङ्गीकृतमिति ब्रह्मणि व्याख्यानेपि अविरोधः सर्वथापि एक एव आत्मा जगतः न आत्मवेदः इति मन्त्रार्थः ऊर्ध्वं प्राणं नयति अपानं प्रत्यगस्यति मध्ये वामनमासीनं विश्वे दैवोपासते आत्मनः स्वरूपादिगमे लिङ्गमुच्यते ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति तथा अपानं प्रत्यग् अधः अस्यति क्षिपति यः इति वाक्यशेषः तं मध्ये हृदयपुण्डरीक आकाशे आसीनं बुद्धौ अभिव्यक्तं विज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिमुपाहरन्तो विषैव राजानम् उपासते तादर्थ्येन अनुपरतव्यापारा भवन्ति इत्यर्थः यदर्थ यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापारः सः अन्यः सिद्धः इति वाक्यर्थः अस्य विस्रंसमानस्य शरीरस्तस्य देहिन देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वैततम्। किञ्च अस्य शरीरस्तस्य आत्मनः विस्रंसमानस्य भ्रंशमानस्य देहिनः देहवतः। विस्रंसनशब्दार्थमहं देहाद्विमुच्यमानस्य इति। किमत्र परिशिष्यते, प्राणादिकलापे न किञ्चन परिशिष्यते। अत्र देहे पुरस्वामिविद्रवण इव पुरवासिनां यस्य आत्मनो अपगमे क्षणमात्रा तु कार्यकरणकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति, विनष्टं भवति। सः अन्यः सिद्ध आत्मा। न प्राणेन नापानेन मर्त्यो जीवति कश्चन, इतरेण तु जीवन्ति यस्मिन्नेतौ उपाश्रितौ। स्यान्मतं प्राणापानादि अपगमादेव इदं विध्वस्तं भवति, न तु व्यतिरिक्त आत्मापगमात्। प्राणादिभिः एव इह मर्त्यो जीवति इति नैतदस्ति। न प्राणेन न अपानेन चक्षुरादिना वा मर्त्यः, मनुष्यो देहवान्, कश्चन जीवति न कोऽपि जीवति। न हि येषां परार्थानां संहत्यकारित्वजीवनहेतुत्वम् उपद्यते। स्वार्थेन असंहतेन परेण सम्मतानाम् अवस्थानं न दृष्टं केनचिद् अप्रयुक्तं यथ गृहादीनां लोके, तदा प्राणादीनामपि सम्मतत्वात् भवितुमर्हति। अतः इतरेण तु इतरेणैव सम्मतप्राणादिविलक्षणेन तु सर्वे सम्मताः सन्तः जीवन्ति प्राणान् धारयन्ति। यस्मिन् सम्मतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः सम्मतौ उपाश्रितौ, यस्य असम्मतस्य अर्थे प्राणापानादिः सर्वं व्यापारं कुर्वन् वर्तते सम्मतः सन् स ततो अन्यः सिद्धः इत्यभिप्रायः। अहं तत इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनं, यथा च मरणं प्राप्य आत्मा भवति गौतमम्। अन्त इदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि। यद्विज्ञानात् सर्वसंसार उपरमं भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथा च आत्मा भवति, यथा आत्मा संसरति तथा शृणु हि गौतमम्। योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः, स्थाणुमन्येऽनु संयन्ति यथा कर्म यथाश्रुतं। योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तः अन्ये केचिद् अविद्यावन्तः मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनः, देहवन्तः योनिं प्रविशन्ति इत्यर्थः। स्थाणुं वृक्षादिस्थावरभावम् अन्ये अत्यन्त अधमाः मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति। यथा कर्म यद्यस्य कर्म तद्यथा कर्म, यैः यादृशं कर्म इह जन्मने कृतं तद्वशेन इत्येतत्। तथा यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्ते इत्यर्थः। यथा प्रज्ञं हि सम्भवाः इति श्रुत्यन्तरात्। ययेष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः, तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते, तस्मिन् लोकाश्रिताः सर्वे तदुनात्येति कश्चन एतद्वैततम्। यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाहं ययेष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति। कथं कामं कामं तं तम् अभिप्रेतं स्त्र्यादि अर्थम् अविद्या निर्मिमाणः निष्पादयन् जागर्ति पुरुषः यः, तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म, न अन्यद् गुह्यं ब्रह्म अस्ति। तदेव अमृतम् अविनाशी उच्यते सर्वशास्त्रेषु। किञ्च पृथिव्यादयो लोकाः तस्मिन्नेव सर्वे ब्रह्मणि श्रुताः आश्रिताः, सर्वलोककारणत्वात् तस्य, तदु न अत्येति कश्चन इत्यादि पूर्वदेव। अग्निर्नियतैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव, एकस्तदा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च। अतः कुतार्किकपाषण्डबुद्धिविचालित अन्तःकरणान् प्रमाणोपपन्नमपि आत्मैकत्वविज्ञानम् असकृद् उच्यमानमपि अनृजुबुद्धीनां ब्राह्मणानां चेतसि न अधीयते इति तत्प्रतिपादने आदरवती पुनः पुनः आश्रुतिः। अग्निः यथा एक एव प्रकाशात्मा सन् भुवनं, भवन्ति अस्मिन् भूतानीति भुवनम्, अयं लोकः तम् इमं प्रविष्टः अनुप्रविष्टः रूपं रूपं प्रति दार्वादिदाक्षभेदं प्रति इत्यर्थः। प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाक्ष्यभेदेन बहुविधो बभूव, एकैव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानाम् अभ्यन्तर आत्मा अतिसूक्ष्मत्वात् दार्वादिषैव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेन अविकृतेन रूपेण आकाशवत् वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव एकस्तदा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च तथा अन्यो दृष्टान्तः वायुः यथा एकः इत्यादि प्राणात्मना देहिषु अनुप्रविष्टः रूपं रूपं प्रतिरूपो बभूव इत्यादि समानम्।